पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 223 शौनक उवाच सूदसूद महाभाग धन्योऽसि त्वं भवां बुधौ यन्नोत्यर्थं निमग्नानां पाययस्व मृदोत्करम् साधोऽत्र भवनिस्तार वाञ्छदान्नः समादिश मन्त्ररत्नं भावशुद्धं यन्मयं सचराचरम् सूत उवाच शृणु शौनक वक्ष्यामि मन्त्ररत्नं महाद्भुतं यद्दिलीपाय गदितं वसिष्ठेन महात्मना एकदा दुदिलीपेन पृष्ठमेतद्गुरुं प्रति वसिष्ठं द्विजशार्दूलं प्रणिपत्य यथा त्वया दिलीप उवाच भगवन् भवता प्रोक्ता सर्वधर्मा विशेषतः वर्णाश्रमयुधा धर्मा नित्यनैमित्तिका क्रियाः राजधर्माश्च यज्ञाश्च तीर्थदानव्रतादिकं श्रुता मया मुनिश्रेष्ठ अक्षय्यस्वर्गभोगदाः अधुना श्रोतुमिच्छामि मोक्षमार्गं सनातनं दिष्ट्याहं येन गच्छामि तत् ब्रह्मन् वक्तुमर्हसि को मन्त्रं सर्वमन्त्राणां भवरोगैकभेषजं सर्वेषामेव देहीनां को हि मोक्षप्रदः परः तत्समाख्याहि तत्त्वेन मयि वात्सल्यगौरवाद वसिष्ठ उवाच साधु पृष्ठं त्वया राजन् सर्वलोकहितैषिणा वक्ष्यामि परमं गुह्यमेकं संसारतारकं पुरा महर्षयः सर्वे यज्ञदानपराशुभाः पप्रच्युर्ब्राह्मणपुत्रं नारदं मुनिसत्तमं महर्षय ऊचुः भगवन् केन मन्त्रेण गच्छामः परमं पदं तन्नो ब्रूहि महाभागप्रसादं कर्तुमर्हसि नारद उवाच पितामहं पुरा सर्वे योगिनः सनकादयः पप्रच्छुरेकमेकान्ते मोक्षमार्गं सुदुर्लभं ब्रह्मोवाच शृणुध्वं योगिनः सर्वे रहस्यमिदमद्भुतं न जानन्ति सुराः सर्वे ऋषयश्च तपोधनाः सर्गादौ प्रोक्तवान् देवो मह्यं नारायणो व्ययः ईश्वर्या सह देव्या च सम्यक् सम्पूजितो मया ततः प्रसन्नो भगवान् मम नारायणो व्ययः प्रजापत्यं ददौ मह्यं श्रुतिजं सर्ववाङ्मयं प्रकाशकानि मन्त्राणि व्यापकाव्यापकानि च ततस्तमब्रुवं देवं पुराणपुरुषोत्तमं भगवन् केन मन्त्रेण संसारोत्तारणं नृणां तन्ममाचक्ष्वतत्त्वेन सर्वलोकहिताय वै को मन्त्रः सर्वमन्त्राणां पुरश्चरणवर्जितः सहृदुच्चारणान्नृणां ददाति परमं पदं श्रीभगवानुवाच साधु पृष्ठं महाभाग सर्वलोकहितैषिणा तस्माद्वक्ष्यामि ते गुह्यं येन मामाप्नुयुर्नराः सर्वेषामेव मन्त्राणां मन्त्ररत्नं शुभावहं सहृत्स्मरणमात्रेण ददाति परमं पदं मन्त्ररत्नद्वयं न्यासं प्रयति शरणागतिः लक्ष्मीनारायणमिति मन्त्रसर्वफलप्रदः नामानि मन्त्ररत्नस्य पर्यायेण निबोधत तस्योच्चारणमात्रेण परितुष्टोऽस्मि नित्यशः कुलजो वा तपस्वी वा वेदवेदाङ्गपारगः यज्ञदानपरो वापि सर्वतीर्थोपसेवकः व्रती वा सत्यवादी वा यदिर्वा ज्ञानवानपि मन्त्राधिकारी न भवेत्तं प्रयत्नेन वर्जयेद् ब्राह्मणाः क्षत्रिया वैश्यास्त्रियशूद्रास्तथेतराः तस्याधिकारिणः सर्वे मम भक्तास्तु ते यदि अनन्यशरणानां च तथैवानन्यसेविनाम् अनन्यसाधकानां च वक्तव्यो मन्त्र उत्तमः आर्तानामाशुभलदः सकृदेव कृदो ह्यसौ दृप्तानामपि जन्तूनां देहान्तरनिवारणः आर्तो जिज्ञासुरर्थार्थी ज्ञानी वापि प्रजापतिः सकृन्मां शरणं यादि तद कामानवाप्नुयाद नादीक्षिताय वक्तव्यं नाभक्ताय च मानिने नास्तिकाय न लुब्धाय न श्रद्धा विमुखाय च न चाशुश्रुषवे वाच्यं नासंवत्सरवासिने कामक्रोध विमुक्तस्तु दम्भलोभविवर्जितः माञ्जयोव्यभिचारेण भक्तियोगेन सेवते वक्तव्यतस्य विधिवन्मन्त्ररत्नमनुत्तमं देशकालादिनियमानरिमित्रादिशोधनं न्यासमुद्रादिकं तस्य पुरश्चरणसंयुतं मच्चक्राङ्कितदेहत्वं मदीयाराधनं तथा मयि सन्न्यस्तकर्मत्वं मदनन्यशरण्यतदा मयि सर्वफलन्यासो महाविश्वासपूर्वकम् अनन्यसाधनो यत्नस्त्व किञ्चन त्वमात्मनः अवैष्णवानां सम्भाषा वन्दनादिविवर्जनम् अनन्यदेवतानां च वन्दनं पूजनं तथा एवमाद्यादिनियमां प्रपन्नस्य प्रकीर्तिताः इत्यादिगुणयुक्तस्य वक्तव्यं मन्त्रमुत्तमं तस्य नारायणश्चाहमृषिर्विष्णुस्सनातनः देवता च श्रिया सार्धमहं वात्सल्यसागरः सर्वलोकेश्वरश्रीमान् सुशीलसुभगस्तथा सर्वज्ञः सर्वशक्तिश्च सदा पूर्णमनोरथः सर्वगसर्वबन्धुश्च कृपापीयूषसागरः श्रीमन्नारायणश्चाहं देवदा समुदाहृतः छन्दस्तु देवी गायत्री पञ्चविंशाक्षरात्मिका द्वि सप्त षट् त्रि पञ्च द्वि षडङ्गानि नियोजयेद् लक्ष्म्यां मदनपायिन्या मां ध्यायेद्विश्वरूपिणं चक्रशङ्खगदापद्मपाणिनं दिव्यरूपिणं वामाङ्कस्तश्रिया सार्धं पूजयेत् प्रयतं शुचिः अनेन मन्त्ररत्नेन गन्धपुष्पनिवेदनैः सकृत् सम्पूज्यमानोऽपि सन्तुष्टोऽस्मि प्रजापते। ब्रह्मोवाच सम्यगुक्तं त्वया नाथरहस्यमिदमुत्तमं मन्त्ररत्नप्रभावश्च सर्वसिद्धिप्रदो नृणाम्। पिता त्वं सर्वलोकानां माता त्वं गुरुरेव च त्वं च स्वामी सखाभ्राता गतिस्त्वं शरणं सुहृद। अहं तु तव देवेश दासशिष्यस्तथा सुहृद। तस्मान्मम दया सिन्धो प्रोक्तवानिदमुत्तमम् अधुना मन्त्ररत्नस्य दीक्षां सम्यग्विधानदः। ब्रूहि सर्वत्र तत्त्वेन लोकानां हितकाम्यया। श्रीभगवान् उवाच शृणु वत्स प्रवक्ष्यामि मन्त्रदीक्षाविधिं परम् आचार्यं संश्रयेत् पूर्वं मदाश्रयणसिद्धये। आचार्यो वेदसम्पन्नो विष्णुभक्तो विमत्सरः मन्त्रज्ञो मन्त्रभक्तश्च सदा मन्त्राश्रयशुचिः। सत्सम्प्रदायसंयुक्तो ब्रह्मविद्याविशारदः अनन्यसाधनश्चैव तथानन्यप्रयोजनः। ब्राह्मणो वीतरागश्च क्रोधलोभविवर्जितः। सद्वृत्तौ शासिता चैव मुमुक्षु परमात्मविद। एवमादिगुणेभेद आचार्यः समुदा सुहृद। आचारान् शासयद्यस्तु स आचार्य इदीरितः। यस्त्वाचार्यपराधीनः सद्वृत्तौ शास्यते यदि शासने स्थिरवृत्तश्च शिष्यः सद्भिरुदाहृदः। एवं लक्षणसंयुक्तं शिष्यं सर्वगुणान्वितम् अध्यापयेद्विधानेन मन्त्ररत्नमनुत्तमम्। द्वादश्यां श्रवणे वापि कर्षिचिद्वैष्णवे दिने सदाचार्योपसम्प्रीतौ तत्र दीक्षां समाचरेत्। सुदर्शनं पाञ्चजन्यं सुवर्णेन प्रकारयेद। रौप्येण वापि ताम्रेण कांस्येनापि प्रकारयेद। स्नाप्य पञ्चामृतैः शुद्धैरर्चयेत् पुरतो मम। अर्चयेद्गन्धपुष्पाद्यैस्तन्मन्त्रेण विधानतः। तत्र संस्थापयेदग्निस्वगृह्योक्तविधानतः। आचार्यो जुहुयादाज्यं मन्त्रेणाथ द्विजोत्तमः। अष्टोत्तरसहस्रं वा शतमष्टोत्तरं तु वा जुहुयान्मन्त्ररत्नेन तथान्यैर्वैष्णवै शुभैः। मन्त्राय पुरुषसूक्ताद्याय जुहुयाकृतपायसं तस्मिन्नग्नौ क्षिपेच्चक्रं शङ्खं च द्विजोत्तमा। षडक्षरेण जुहुयादाज्यं विंशतिसङ्ख्यया प्रतप्तं चक्रमादाय मन्त्रैणैव तथा गुरुः। शङ्खेनैवाङ्कनं कुर्यात् बाह्वो दक्षिणसव्ययोः। होमशेषं समाप्याथ पुनः पूजां समाचरेद। तदकलशमादाय पवित्रोदकपूरितं मन्त्रेणैवाभिमन्त्र्याथ तस्य मूर्धन्यभ्येषेचयेद। सिदवस्त्रधरं सम्यगाचान्दं विनयान्वितम्। ऊर्ध्वपुण्ड्रधरं शिष्यं मन्त्रमध्यापयेद्गुरुः। मन्त्रार्थश्च प्रवक्तव्यो वृत्तिश्चैव विशेषतः। लब्धमन्त्रस्तदाचार्यं पूजयेद्भूषणादिभिः। अनेन विधिना मन्त्रं योधीदे वैष्णवाद्गुरोः ततः स वैष्णवं व्याधि नान्यथा सुरसत्तम। नारद उवाच एवमुक्त्वा विधातारं देवदेवो हरिः पिता स्वचक्रेणाङ्कयित्वादु तस्मै मन्त्रं ददौ स्वयं सर्वलोकेश्वरो देवो ब्रह्मा मम पिता प्रभुः ममापि विधिवन्मन्त्रं स ददौ मुनिसत्तमाः तस्माद्यूयं मुनिश्रेष्ठा धारयित्वा सुदर्शनं नारायणपदं द्वन्द्वं गच्छध्वं शरणं द्विजाः वसिष्ठ उवाच इत्युक्त्वा मुनयः सर्वे नारदेन सुरर्षिणा द्वयाधिकारिणः सर्वे यादा विष्णोः परं पदं तस्मात् त्वमपि राजर्षे विष्णु सायुज्यमिच्छसि दीक्षा मार्गविधानेन धारयित्वा सुदर्शनं नारायणपदद्वन्द्वं तदेकं शरणं व्रज सर्वलोकेश्वर साक्षात् ब्रह्मात्रि भुवनेश्वरः ममापि नारदस्यापि प्रोक्तवान् मन्त्रमुत्तमं शौनकादिमहर्षीणां नैमिषारण्यवासिनां नारदप्रददौ मन्त्रं प्रपत्तिं शरणागतिं यद्गुह्यतमं राजन्न जानन्ति महर्षयः देवाताश्च न जानन्ति सिद्धा साध्याश्च दानवाः मयापि प्रापितो मन्त्रं शक्तिपुत्रः पराशरः इदं रहस्यं परमं लक्ष्मीनारायणं द्वयं राज्यं तवापि वक्ष्यामि प्रपत्ति शरणागतिं द्वयात् परतरं मन्त्रं नास्ति सत्यं ब्रवीमि ते अस्मात् परतरं धर्मं नास्ति लोकेषु किञ्चन सत्यं सत्यं पुनः सत्यं ब्रह्मणा कथितं पुरा नारायणात् परो देवो नास्ति मुक्तिप्रदो नृणां तत्सेवैव भवेन्मोक्षः सर्वकर्म निकृन्तनः इति श्री पद्मे महापुराणे उत्तरखण्डे वसिष्ठदिलीपसंवादे विद्योपदेशो नाम त्रयोविंशत्यधिकद्विशततमोऽध्यायः ॐ